ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनामधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायाम् अधिकव्यमहेश्वरात् कृत्स्नं प्रावाचरणं प्रोक्तं तस्मै पाणिनये नमः। वाचकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं। धन्यवादाः। धन्यवादः। नमस्कारः, स्वागतं सर्वेषां कृते। ओके, प्रश्नाः सन्ति वा अथवा किमपि वक्तुम् इच्छति कोऽपि? ओके, अहं लेखनम् आरम्भं कृतवती, कानि सूत्राणि पठितानि इति। हा, पश्यन्तु, आवली अस्ति अत्र। हा, परन्तु मम किम् अभिप्रायः अस्ति, सर्वे स्वस्य कृते एवं लेखनं कुर्वन्तु, तदनन्तरं किम् अस्ति, वट् यु से फर् रिफ्लेक्षन् अथवा किञ्चित् अधिकं ज्ञानार्थं कथं वयं वदामः? मननं करोतु। मननं, मननं किमर्थं मननं? तत्र मननं यदा वयं कुर्मः तस्मिन् समये वयं चिन्तयामः, एतत्तु सूत्रमस्ति, सम्पूर्णमस्ति वा न, प्रथमं। द्वितीयं, कुत्र एतस्य उपयोगं भवति? हा, तदनन्तरं तृतीयं, तृतीयं किमर्थमहं तृतीयं विषये वदामि, तिंशित् सार्वधातुकम् इति अस्ति, कदा एतस्य उपयोगं भवति? तिङ् अस्ति चेत्, षित् अस्ति चेत् प्रत्ययः। परन्तु कथं वयं ज्ञातुं शक्नुमः, तस्मिन् विषये अपि चिन्तनं कर्तव्यम्। षित् इत्युक्ते किं, तिङ् इत्युक्ते किं, सार्वधातुकम् इत्युक्ते किं, तदनन्तरं सार्वधातुक अर्धधातुकयोः एतस्य डेक्लरेशन् किमर्थं कर्तव्यं। हा, एवमेवं वयं प्रतिसूत्रविषये मननं कुर्मः, चिन्तनं कुर्मः, किञ्चित् तस्य अनालिसिस् कुर्मः, कुत्र, कथं, किमर्थं, हा, केन कारणेन, एतत् सर्वं वयं कुर्मः चेत् अस्माकं कृते एकं तु स्मरणे अपि भविष्यति, द्वितीयं तु झटिति अवगमनं, स्मरणम् आगच्छति, अत्र एतस्य सूत्रस्य अवकाशः अस्ति, ओके, उपयोगं कुर्मः। अवगतं, किञ्चित् किञ्चित् अवगतम्। अत्र पश्यन्तु, वयं तु केचन सूत्र, कानिचन सूत्राणि वयं पठितवन्तः, यस्य एवं तु उपयोगं नास्ति, एन विधिस्तदन्तस्य, अलोन्तस्य, इको गुणवृद्धिः, एतस्य सूत्रस्य अथवा एतेषां सूत्राणाम् उपयोगं वयं प्रक्रिया कुर्मः तस्मिन् समये एतेषाम् उपयोगं वयं न कुर्मः, परन्तु ज्ञानम् आवश्यकं। किमर्थम्? एवं सूत्रमस्ति, सार्वधातुक अर्धधातुकयोः, कदा एतस्य उपयोगं भवति, किमर्थं भवति, केन कारणेन, कथम्, एतत् सर्वम् अन्यसूत्राणि दर्शयन्ति, यथा सङ्ख्यम् अनुदेशः समानम्। एतत्तु वयं कुत्रापि डिक्लेर् न कुर्मः सामान्यतया, परन्तु ज्ञानम् आवश्यकम्। केवलम् एचोयवायावः वयं वदामः, यथासङ्ख्यम् अनुदेशसमानं सामान्यतया वयं न वदामः, कदा यदा कदा वदामः। ओके, अवगतं? किञ्चित् किञ्चित् पठनम् इदानीम् आवश्यकम् इति भासते। हा, ओके प्रश्नाः सन्ति न सर्वे मौनं तिष्ठन्ति न वा न भगिनि सम्यक् अवगतं सम्यक् अवगतं भवत्याः यदुक्तं तत् इदानीं यदुक्तं तत् आगतम् इदानीम् अग्रे गन्तव्यं न वयं कियत्पर्यन्तं पठितवन्तः उपधायाः गुण सूत्रसहिता दृष्टिगुणविषये वयं पठितवन्तः परन्तु प्रश्नः उदेति गुणविषयं तु वयं पठितवन्तः अनिल् गुणकार्यं कुत्र नमस्ते महोदय ए न श्रूयते नमस्ते महोदय न श्रूयते वा हा इदानीं श्रूयते ओके वदतु महोदय पृच्छति गुणकार्यं कुत्र हा गुणकार्यं कुत्र हा अस्मिन् करपत्रे हा पुनः सूत्रसहिता दृष्टि वयं पठितवन्तः हा एतस्य आधारेण वयं गुणकार्यं कुत्र कुर्मः इक् स्थाने महोदय इक् स्थाने परन्तु इक् कुत्र भवितव्यम् इक् अङ्गस्य अन्ते वा उपधायाम् अङ्गस्य अन्ते अथवा उपधायाम् अस्मिन् करपत्रे हा गुणः सूत्रसहिता दृष्टिः अत्र तु वयम् अङ्गस्य अन्तिमभागे यत् इक् वर्णः अस्ति तस्य प्रोसेसिङ्ग् प्रक्रिया कथं करणीयं तस्मिन् विषये वयं पठितवन्तः ओके इदानीं द्वितीयकरपत्रमस्ति यदस्ति उपदाविषये गुणकार्यम् ओके उपदाविषये गुणकार्यं यदस्ति तत् वयं सम्पूर्णं कृतवन्तः वा एकवारं कृतवन्तः परन्तु झटिति कृतवन्तः झटिति कृतवन्तः ओके ओके सम्यक् तत्र अस्ति हा अनुसूया आगच्छतु इदानीं अत्र उपदाविषये यद्गुणकार्यमस्ति तस्मिन् विषये स्मरणमस्ति उपधायां लघु इक् अस्ति चेत् तर्हि गुणकार्यं भवति तर्हि एव गुणकार्यं भवति पूर्वकरपत्रे वयं इक् विषये पठितवन्तः तत्र बाधा अस्ति वा केवलं अन्ते स्थित इक् वर्णः दीर्घम् अपि ह्रस्व अपि कोऽपि अस्ति चेत् तर्हि गुणकार्यं भवति परन्तु उगन्तलघु लघुपदस्य इति सूत्रेण केवल लघु उपधायाम् एव गुणः भवति हा लघु इक् वर्णस्य गुणः भवति ओके तावत्पर्यन्तम् अवगतम् ओके इदानीं सर्वे जनाः अभ्यासं प्रयत्नं कृतवन्तः वा अहं न कृतवती सरस्वती ओके सरस्वती न कृतवती तत्तु अहं जानामि न कर्तुं समयः नास्ति न ओके अन्ये जनाः ओके सरस्वती पूर्णिमा भवती कृतवती वा भवत्याः अपि समस्या सरलमस्ति वा कठिनं सर्वे कृतवन्तः भगिनि सर्वे इत्युक्ते पञ्चजनाः वा सज्जना. ओके, इदानीं प्रथममहं सरस्वतीं पृच्छामि. हा सरस्वती, ओके, शुच् इति धातुः अस्ति. शुच् इति यद् धातुः अस्ति तस्य प्रोसेसिङ्ग् प्रथमकार्यं किं करिष्यति? तत्र चकारः अस्ति हलन्त्यम् इत्यनेन सूत्र आधारेण इत्संख्या भवति. न सुष्मः इति सो चकार अस्ति खलु, सो इत्संख्या तस्य लोपः ओ ओके. तत्र शुच् इति किं लौकिकरूपमेव अवशिष्टरूपं सरस्वती अत्र पश्यतु. हा मम दोषः, मम दोषः शुच्या इति धातुः अस्ति औपदेशिकधातु अनुनासिक अकारः अस्ति. सूत्र उपदेशे अनुनासिक अस्ति इति सूत्रस्य आधारेण इत्संख्या भवति तस्य लोपः सूत्रस्य लोपः भवति. सो शुच् इति तिष्ठति अवशिष्टम्. तदनन्तरं किं योजयामः? तत्र उपदा प्रोसेसिङ्ग् कर्तव्यं चेत् प्रत्ययस्य आवश्यकता अस्ति. देन् चकार हलन्त्यं न, नो नो इट् इस् नाट् हलन्ति. न ओके, इदानीम् अहं शोचति इति रूपं प्राप्तुम् इच्छामि. किमस्ति अत्र? प्रथमपुरुषः एकवचनरूपम्. ओके, शुच् यद् धातुः अस्ति अवशिष्टरूपं वा? ओके, उपदेशावस्थायां शुच इति अस्ति. ओके, तदनन्तरं वयं लौकिकरूपं प्राप्तवन्तः. तदनन्तरं किं बोधयामः? तदनन्तरं तिङ् प्रत्यय प्रत्ययः. एकनिमिषं, हा इदानीं लेखनम् आरम्भं करिष्यामि. अस्माकं हस्ते शूच प्रथमपुरुष लट्लकारस्य तिङ् प्रत्यय ति, पूर्वं विकरणप्रत्यय इति धातुः अस्ति. तत्र तिङ् प्रत्ययः योजयामः चेत् ति आगच्छति. ओके, परन्तु किं प्रत्यये योजयामः चेत् विकरणप्रत्ययस्य आगमः भवति. बादिगणः अस्ति खलु, बादिगणः अस्ति विकरणप्रत्यय शप् योजनीय. एकनिमिषं, हा अहं दर्शयामि अत्र कुत्र अस्ति. चलति न? चलनस्ति, चलनस्ति, चलनस्ति न? न, कारणम् अत्र स्थगितम् अस्ति, 100% लिखितं, परन्तु अग्रे न गच्छति. तत्र नूतनप्रक्रिया अस्ति, एकवारं डिलीट् कृत्वा अन्यकवारम् इन्स्टाल् करणीयम्. न अहं तु इन्स्टाल् न कृतवती, एतत् आन्लैन् अहं उपयोगं करोमि. अहं इन्स्टालेशन् न कृतवती, तत्तु आफ्लैन् कृते अस्ति न. टु एप्स् आर् देर्, वन् इस् विथ्योमा हेल्प् सम्थिङ्ग् इस् दट् यु हव् टु डौन् ओपन् आगतं न चलसति. अत्र पश्यतु कथं वयं प्रक्रिया कुर्मः. यू तदनन्तरं लट् अस्ति, तस्मिन् विषये वयं न पठितवन्तः. तिप् प्रथमं योजयामः, तिप् कारणेन शप् आगच्छति. अवगतम्? अतः एव अहं प्रथमं तिप् लिखामि, तदनन्तरं हा तदनन्तरं शप् योजयामि. ओके, इदानीं शप् आगतं, तत्कारणेन वयं किं कुर्मः? प्रथमं तु स्विच्, एतस्य प्रोसेसिङ्ग् किं भवति? शुच् उच्यति, बिकास् अनुनासिक आकारः अलोपः भवति, इत्संख्या भवति, तदनन्तरं लोपः भवति. उपदेशे अनुनासिक इत्नुनासिक इति सूत्रस्य आधारेण इत्संज्ञा भूत्वा तस्य लोपः इत्यस्य आधारेण लोपकार्यमपि भवति. तदनन्तरं शप् विषये किं किं कर्तव्यं? शप् अवशिष्टरूपं किम्? अकार. ओके, इदानीं लषक्वकारः शकारः गतः, सकारविषये प्रथमं वदतु. शप् अस्ति न, प्रत्ययस्य अकारः एव अवशिष्टरूपम् अस्ति. अतः इदानीं शकारस्य अपगमनं कृतं लषक्वत्तद्दिते सूत्रस्य आधारेण इत्संख्या भवति, तस्य लोपः इति सूत्रस्य सूत्राधारेण लोपः भवति. अकारः इस् हलन्त्यम् इति सूत्रस्य आधारेण तस्य लोपः भवति. इदानीं नेक्स्ट् किं वयं कुर्मः? उपदविषये उपदविषये चिन्तयामः, परन्तु तत्पूर्वं वयं किं कुर्मः? सूत्राणि सन्ति न अस्माकं हस्ते. उपदाविषये कदा वयं किञ्चित् सार्वधातुकम् इति, किञ्चित् सार्वधातुकम्, एकवारं सार्वधातुकम् इति प्रत्ययस्य नाम आगच्छति चेत् अकार यत् अवशिष्टरूपम् अस्ति षट् प्रत्ययस्य, तदस्ति सार्वधातुकम्. ओके, सार्वधातुकप्रत्ययः अस्ति चेत् अङ्गस्य भागे कार्याणि कर्तव्यानि. ओके, इदानीम् अत्र अन्तिमभागे इक्वर्णः अस्ति वा? न. उपदाविषये उपदाभागे इक्वर्णः अस्ति वा? ह्रस्व उकारः अस्ति, अतः सूत्रं किम् आगच्छति तत्र? पुगन्तलघुपदस्य च इति सूत्रम् आगच्छति. अत्र निर्बन्धभागं निष्कासयतु इदानीं हा अस्माकं कृते लघु उपदा एव अस्मिन् स्तरे वयं पश्यामः हा उपन्तविषये अग्रे आगच्छति हा उपन्तविषये इदानीं मा चिन्तयतु केवलं लघु उपदाविषये चिन्तयामः चेत् अङ्गस्य भागे लघु उपदा अस्ति इत्वर्णः अस्ति हा अतः तस्य गुणसहितं ओके केन सूत्र केन सूत्रेण गुणकार्यम् अत्र उपदाविषये केन सूत्रेण भवति किं भवति शकार ह्रस्व उकारः च सो उकारस्य स्थाने ओकारः भवति ओकारः ओकारः भवति आदेशः भवति अनन्तरं सि वदति अहं सूत्रं न लिखामि बहु समयं गच्छति अतः केवलं टेक्स्ट् लिखामि अतः चकार ओकार आगच्छति महोदय चकारः अस्ति उकार तदनन्तरं शुच् खलु अनन्तरं च आगच्छति न अहं तु विस्मृतवती धन्यवादः च ओके इदानीं किम् आगच्छति चकारः अस्ति चकार ओकार चकार अनन्तरम् अकार अनन्तरं सि ओके शोचति हा इदानीं शोचति वर्णमेलनं वर्णमेलनमेव ओके सिद्धं सिद्धं सर्वे अवगतवन्तः प्रश्नाः सन्ति वा हा सरस्वती रिलीव् यस् थेङ्क् यू भागीरथी भवत्याः पर्यायः हा आक्चुलि इट् इस् योर् टर्न् परन्तु सरस्वती ऐ डिण्ट् वाण्ट् हर् टु एस्केप् अग्रे बहु अग्रे आगच्छति न तस्याः नाम ओके भागीरथी इदानीं उपदेशावस्था अवस्थायां पुष इति धातु अस्ति पुष इति धातु अस्ति कर्षति इति रूपं वयं प्राप्नुमः खलु वदतु पृश्य लेखनीयं वा ओके लेखनं भगिनि कृषै कृषै न कृष कृष अत्र धातुः अस्ति धातु उपदेश अवस्थायाम् अस्ति अस्ति उपदेशव्यवस्थायाम् अस्ति अनन्तरं वर्णछेदः करणीयं चेत् ककारः ऋकारः चकारः अनुनासिक अकारः ऋकारः अनन्तरं षकारः अनुनासिक अकारः अनुनासिक अकारः ओके अत्र उपदेशे अजनुनासिक इति एकनिमिषं तत्पूर्वं किं कर्तव्यं वयं किं प्राप्तुम् इच्छामः एकवचनरूपं प्राप्तुम् इच्छामः अतः तत्रैव किं योजयामः प्रथमपुरुषः एकवचनसन्देहः किम् पश्यति चित् अस्ति न आं भगिनि चित् अस्ति तत्र सकारः अस्ति तस्य लोप इत्समय भूत्वा लोपकार्यं तु भवति न आं भगिनि इदानीं चित् कारणेन किं भवति भगिनी पुनः वदतु भगिनि ऐ एम् नाट् एबल् टु वदतु भगिनि ओके आम् किं भवति चित् कारणेन स्टप् आगच्छति तेन कारणेन द्वादिगणे द्वादिगणे विकरणप्रत्ययेन शप् इति अतः पुरुष शप् इति इदानीम् आरम्भं करोतु इदानीं पर्यन्तं तु भवती उक्तवती कृषं अत्र उपदेशे अजनुनासिक इति सूत्रस्य आधारेण अनुनासिक अकारः इत्संज्ञा भवति तस्य लोपः इत्यनेन अनुनासिक अकारस्य लोपः भवति अतः अवशिष्यरूपं कृष् इति उपयोगीरूपं भवति प्रथमम् अतः अकारः गच्छति रूपं सकार रकार शकार अनन्तरं सि इदानीं विषये किं भविष्यति अत्र गणः द्वादिगणः अतः लट्लकारस्य वयं कृतवन्तः इदानीं तिङ् प्रत्ययः विकरणप्रत्ययः शप् इति इदानीं शप् किं भविष्यति कृष् योजनं शप् योजनं ति अत्र लषक्वसत्तिते इत्यनेन चकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रस्य आधारेण पकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन सकारस्य पकारस्य लोपः भवति अतः सप्षित् सप्षित् कारणात् सार्वधातुकः भवति सार्वधातुकः इति संज्ञा प्राप्नोति भगिनि भवत्याः शृणोमि भगिनि किञ्चित् वर्गे अकारः अवशिष्यरूपम् अकारः विकरणप्रत्ययस्य प्रश्नम् एकम् अस्ति शप् प्रत्ययस्य अन्यनाम किम् शप् प्रत्ययस्य अन्यनाम विकरणप्रत्ययः विकरणप्रत्ययः परन्तु वयं शकारस्य उत्पन्या कृतवन्तः न एकनाम अस्ति न तत् किम् भगिनी सम्यक् न शृणोमि भगिनी किमर्थम् इति इदानीं सम्यक् श्रोतव्यम् ओके इदानीं इदानीं सम्यक् अस्ति अहं तु हेड्फोन्स् भगिनी इदानीं सम्यक् अस्ति भगिनि ओके ओके इदानीं शकारस्य इत्संज्ञा भवति तेन कारणेन शप् प्रत्ययस्य अन्यनाम किं भवति वयं वदामः न तिंशित् सार्वधातुकं केन कारणेन तिंशित् सार्वधातुकं कथं सूत्रस्य लोपस्य कारणेन षित् भवति, षित् भवति, अकारः यः अवशिष्यते तदस्ति षित् प्रत्ययस्य भागः, ओके, अवशिष्टभागः, ओके ओके. अतः एव अहं वदामि प्रतिवारं यत् यत् यत् सूत्र किं यः सूत्रस्य आधारेण वयं किमपि कार्यं कुर्मः चिन्तनं कर्तव्यं किमर्थम् एतस्य उपयोगं वयं कुर्मः, कदा कुर्मः, केन कारणेन कुर्मः. इदानीं पश्यतु किञ्चित् एव सार्वधातुकं अत्र लाजिक् किम् अस्ति वदामि. शक्यत् अस्ति विक्रणप्रत्ययः शकारः पकारः द्वयमपि गच्छति इत् संज्ञा भूत्वा तस्य लोपः कृत्वा अवशिष्टरूपम् आ अस्ति. परन्तु यदा शकारः गच्छति तदा प्रत्ययस्य नाम अस्ति षित्, पकारः गच्छति प्रत्ययस्य नाम पित् अपि अस्ति, ओके, पित् विषये अग्रे आगच्छति. परन्तु यत्किमपि वयम् इत्संज्ञा कृत्वा लोपकार्यं कुर्मः झटिति तस्य नाम अपि आगच्छति. सकारः गच्छति षित्, पकारः गच्छति पित्, अतः अस्माकं हस्ते नामद्वयम् अस्ति. एकं तु अस्ति विकरणप्रत्ययः, विकरणप्रत्ययस्य रूपं सम्पूर्णरूपं शब्, ओके, अनन्तरम् अवशिष्टरूपम् अ, ओके, परन्तु अ यद् अस्माकं हस्ते अवशिष्टरूपम् अस्ति शकारपकारयोः प्रभावः तु तिष्ठति. अतः अ यदस्ति तत् षित् अपि अस्ति पित् अपि अस्ति. केन कारणेन? शकारस्य पकारस्य लोपः भवति, इत्संज्ञा भूत्वा लोपकार्यं कृतम् अस्ति. अतः शकारपकार अदृश्यम् अभवत्, ओके, परन्तु प्रभावः अस्ति किल, प्रभावः तिष्ठति एव, ओके. इदानीं शकारः इत्संज्ञा भूत्वा षित् इति आगतम् अस्माकं हस्ते कृष् इति अस्ति, तत्र उपदायाम् उकारः ऋकारः अस्ति. आं भगिनि, ऋकारविषये अहं न वदामि इदानीं, शुच्युचयविषये वदामि. ऋकारविषये भवती वदतु. इदानीं शुच् यत् अत्र अस्ति केवलं यदा सार्वधातुक अस्ति चेत् तस्य इक् वर्णस्य यत् उपदायां स्थितम् अस्ति तस्य प्रोसेसिङ्ग् कर्तुं शक्नुमः. अवगतम्? अवगतम्, ओके. अतः अ यदस्ति अत्र वयं डिक्लेर् कुर्मः किञ्चित् सार्वधातुकम्, ओके, एकवारं यः एषः प्रत्ययः सार्वधातुक नामकरणं प्राप्स्यति तदा एव तस्य पूर्वं यत् अङ्गभागम् अस्ति तस्य उपदाविषये चिन्तनम् आरम्भं कर्तुं शक्नुमः. इक्वर्णस्य अन्तिम इक्वर्णस्य विषये अपि आरम्भं कर्तुं शक्नुमः. अत्र अन्तिमभागे इक्वर्णः नास्ति, अतः सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य अवकाशः न आगच्छति. परन्तु उपदायाम् इक्वर्णः अस्ति, अतः कस्य सूत्रस्य अवकाशः आगच्छति? पुगन्तलघुपदस्य, ओके, अवगतम्? अवगतं भगिनि. लाजिक् उपयोगं कर्तव्यं, किमर्थं किमर्थं कथं कथम् इति, ओके ओके ओके. इदानीम् अग्रे गच्छतु भवत्याः. इदानीम् आ पर्यन्तं वयम् आगतवन्तः. आ किम् अस्ति? आ विकरणप्रत्ययस्य अवशिष्यभागं भाग, अतः षित् अस्ति. षकारः कथं न षित् अस्ति, तेन कारणेन वयं सूत्रं किम् उपयोगं कर्तुं शक्नुमः? तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकं किमर्थं तस्य उपयोगं कुर्मः अस्मिन् भागे पश्यतु. सार्वधातुकयोः सार्वधातुकयोः उबन्तलघुपदस्य सार्वधातुकः अस्ति चेत् अङ्गं यदा प्रत्ययः सार्वधातुकः अस्ति चेत् अङ्गविषये कार्याणि भवन्ति. ओके ओके ओके. इदानीम् अङ्गविषये किं कार्यं कर्तव्यम्? अङ्गविषये लघुपदस्य पुगन्तलघुपदस्य सूत्रस्य आधारेण किं भवति? इक्वर्णः कः अत्र? इक्वर्णः गुणः भवति भगिनि. अत्र इक्वर्णः कः? ऋकारः. ऋकारः. ऋकारस्य किं भवति? अर् इति अर् इति भवति. अनन्तरम् अस्माकं हस्ते तु षकारः अस्ति एव, अकारः तत्र एव तिष्ठति, ति अपि तत्र एव तिष्ठति. इदानीम् इदानीम् अन्य किं कर्तव्यम्? इदानीं योजनीयं भगिनि. योजनीयं किं भवति? कर्षति. वर्णमेलनं कर्षति, केवलं वर्णमेलनं. ओके ओके भगिनि. समाधानम् अहं कृतवती झटिति किं किम् अहं झटिति एव गतवती अन्तिमरूपपर्यन्तं परन्तु सोपानेन गच्छामः चेत् कथं किमर्थं केन कारणेन तत्सर्वं चिन्तयित्वा वदामः. आं भगिनि. ओके चन्द्रमति सम्यक् वदामि भगिनि. चन्द्रमति कृष इति धातुः अस्ति, वक्तुं शक्नोति? प्रयत्नं करोमि. कृष द्विधातु अस्माकं विवक्ष अस्ति प्रथमपुरुष एकवचनरूपं सम्यक् अनुनासिक अकारः तत्र उपदेशे अजनुवासिक सूत्रेण अन्तिम अन्ते स्थितः अनुनासिक अकारस्य संज्ञा भवति. कृष्य इति लौकिकरूपम् अत्र कृष्ययोगः टि लट्लकाररूपं प्राप्तुं वयं प्रथमं तिम्बतेन योजयामः. कृष्ययोगः टि अनन्तरं तत्र भ्वादिगणे अस्ति पदः विकरणप्रत्ययः आयाति शप् तत्र लशकुपतिदे इति सूत्रेण शकारस्य इत्सज्ञा भवति. हलन्द्यम् इति सूत्रेण पकारस्य इत्सज्ञा भवति. तस्य लोपगति सूत्रेण द्वयोः लोपः भवति. अवशिष्टभागः अकारः तत् तिंशित् अस्ति तित् अस्ति अथवा तिंशित् सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुक आर्थधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति. सार्वधातुकयोः एतस्य अवकाशः अस्ति वा? न न, तद् अहम् उक्तवती, किन्तु धातुः कृष्य अत्र उपधायाम् एव ह्रस्व ऋतुवर्णः अस्ति, अतः सुगन्धलघुपदस्य इति सूत्रेण एव पुनः भवति अर्थः. सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य अवकाशः न प्रयुक्तम् अत्र. निबन्धमपि तत्र पुरुष्य उकारस्य गुणः भवति, गुण उकारस्य गुणवर्णः ओकारः क्रोष इति रूपं भवति, क्रोषयोगः आ क्रोषा इति अङ्गं भवति, क्रोषयोगः ति अत्र अगन्धम् अस्ति, अतः पुनः गुणं भवितुम् अर्हः नास्ति, अतः वर्णमेलनम् एव भवति, क्रोषति इति अन्तिम लकार प्रथमपुरुषे एकवचनरूपं भवति. ओके, बहु सम्यक्. ओके, इदानीं पुनः यत् अवशिष्टमस्ति तत्सर्वं कर्तव्यं वा अग्रे सरामः अस्माकं पठने? हा, पुगन्तविषये पश्यामः, वदन्तु. पूर्णिमा भवती तु बहु जानाति. ओके, भगिनी, सर्वे सर्वे समानाज्ञानिनः. ओके, कन्नम्मा, मुत्तुलक्ष्मी, रूपल, सरस्वती, अहम् अपि कृतवती सर्वे. एतत् सोपान उपयुज्य कृतवती, सम्यक् अवगच्छत् भगिनी. अवगतम्. ओके, अतः पुनः पुनः कर्तव्यम् इति न भासते न? एतदेव सर्वे सूत्राणां विषये लिखित्वा अहं स्टेप् बै स्टेप् कृतवती. भवती एतत् उक्तवती, अहं सर्वं लिखित परिशीलनं परिशीलनं कृतवती. तदेव अवगच्छति अवगच्छति. मम एक लघु संशयः अस्ति, पुगन्तलघुपदस्य इति पदस्य पु किम् इति न अवगतं. लघुपदस्य चिन्ता मास्तु, पुक् विषये वयं पठामः, अग्रे आगच्छति, पश्यतु न. एतत् एतत्तु वयं न पठितवन्तः. अग्रे सूत्रविषये पुगन्तलघुपदस्य वयं केवलम् अर्धभागं पठितवन्तः, लघुपदस्य एतस्य भागस्य अवगमनं वयम् अत्र कृतवन्तः. पश्यतु, लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. ओके, यावत्पर्यन्तं वयं दृष्टवन्तः, परन्तु सम्पूर्णसूत्रं न दृष्टवन्तः. ओके, गत अवसरे केवलम् अस्मिन् भागम् अभवत्. अहम् अग्रे पठितवती, अवगच्छं भगिनी. पुक् अन्ते अस्य तत् पुगन्त अहं विश्रमति आगच्छति. अस्तु अस्तु, न अहं पठितवती. ओके, अग्रे किञ्चित् पठितवती. अस्तु भगिनी, धन्यवादः. इदानीं चन्द्रमती, गीता, गीता न आगच्छति. ओ, कन्नम्मा, भवती एव पठतु, भवत्याः पर्यायः. एतत् पुनः पठनीयं वा? पुगन्त भुत् शक्ति एतत् सर्वं तु अवगतं न? आं भगिनि, अवगतं. पूर्णसूत्र सूत्रार्थः एकनिमिषं, पूर्णसूत्रार्थः तत्र. ओके, अत्र न प्रसक्तिः, एतस्य भागस्य किञ्चित् पठनं कुर्मः. अत्र न प्रसक्तिः, तस्य पठतु. अत्र न प्रसक्तिः, प्रथमं धातो स्वरः इक् प्रत्याहारे च उपधायां च किन्तु दीर्घः तत्र गुण असम्भवः जीव जीवति क्रीड क्रीडति क्षीव क्षीवति मील मीलति धातो स्वरः उपधायां किन्तु इक् नास्ति तत्र गुण असम्भवः एज् एजति एकारः इक् प्रत्याहारे नास्ति धातौ ह्रस्व इक् वर्णः अस्ति किन्तु उपधायां न स्थितः तत्र गुण असम्भवः निन्द निन्दति नकारः उपधासंज्ञकः इकारः उपधायां नास्ति हिंस हिंसति अनुस्वारः उपधायां भिक्ष भिक्षते ककारः उपधायां मुण्ड् मुण्डति नकारः उपधायां किञ्चित् स्पष्टीकरणं करोतु कुत्र कुत्र न कर्तुं शक्नुमः अत्र उपधायां विषये उक्तवन्तः प्रत्याहारे धातुस्वरः उपधायां दीर्घस्वरः अस्ति चेत् तत्र गुण असम्भवः असम्भवः उदाहरणं दत्तवती दि जीव अत्र उपधाया ईकारः दीर्घ ईकारः अस्ति तत्कारणेन तत्र गुणकार्यं न भवति अनन्तरम् उपधायां इक् नास्ति चेत् स्वरः उपधायाम् इक् नास्ति स्वरः अस्ति इक् नास्ति तत्समये अपि तस्य गुणः न भवति उदाहरणम् एज् अत्र स्वरः एकारः अस्ति किन्तु तत् इक् प्रत्याहारे नास्ति तत्कारणेन तस्यापि न भवति गुणः न भवति धातोः ह्रस्व इक् वर्णः अस्ति किन्तु उपधायां न स्थितः तत्र अपि गुणः न भवति अत्र निन्द इकारः अस्ति किन्तु उपधायां नकारः अस्ति अनन्तरम् इकारः तस्य पूर्वम् अस्ति तत्कारणेन नकारस्य पूर्वम् इक् अस्ति तत्कारणेन तत्रापि असम्भवः अस्ति गुणः असम्भवः अस्ति अतः उपदाविषये ज्ञातव्यं न उपदायां वर्णः ह्रस्व किम् इक् ह्रस्व इक् प्रत्ययः अस्ति चेत् गुणः भवति इक् वर्णः अस्ति अस्ति चेत् तद्व भवति सम्यक् ओके सर्वे अवगतवन्तः अत्र उदाहरणानि अपि दत्तानि निन्द् इति यदस्ति तत्र उपधायां नकारः अस्ति इकारः नास्ति तदेव हिंस् इति धातु अस्ति हिंस् इति धातु अस्ति अन्तिमवर्णः ओके पृच्छामि कं पृच्छामि मुतुलक्ष्मी अस्ति वा ओके पूर्णिमा आं भगिनि पूर्णिमा हिंस् धातु एतस्य वर्णविभजनं करोतु हिंस् धातु यदस्ति कुत्र अस्ति भगिनि अत्र न लिखितवती अहं लिखामि अत्र लेखनं प्रचलति एतस्य हिंस्तासु अस्ति अत्र हकारः इकारः अनुस्वारः सकारः सकारः इकारः इकारः अनुस्वारः कथं लेखनीयम् अनुस्वारः one daughter go sthapayitu bagini one dot or one square a small square if you one dot or one square makarah nasti anuswarah asti na na na na makarah nasti kevalam dot lishtami ha dot lat sakarah akarah akarah himsa asti va oy himsarah putra asti himsa हिंस् इति अस्ति नो हलत् ऐ कुडण्ट् सि अस्तु तत्र उपादायाम् अनुस्वारः अस्ति तदर्थ लघुपदस्य इति सूत्रं न अवकाशं शक्यते अत्र गुणः न भवति ओके हिंसति का अधिकति हिंसति इति सिद्धरूपं भवति शप् प्रत्ययस्य योजनेन ओके धन्यवादः ओके इदानीम् अहं चिन्तयामि रूपल् अस्ति न हा रूपल् नमस्कारः पूर्णसूत्रार्थः पूर्णसूत्रार्थः उगन्तलघुपदस्य च प्रथमाध्यायः षडशीति सूत्रं षडशीतिसूत्रम् अङ्गस्य लघुपदस्य च इपः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे अन्ते यस्य तत् उगन्तं लघ्विम् उदायस्य तत् लघुपदम् उगन्तश्च लघुपदश्च तयोः उगन्तलघुपदम् समाहारः तस्याघुपदस्य उगन्तलघुपदस्य षष्ट्यन्त्यं पदं च अवयपदं द्विपदमिदं द्विपदमिदं विधिर्गुणः सप्तम अध्यायः तृतीय पदस्य द्वाशीतिसूत्रं द्व्यशीतिः सूत्रम् इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुपादधातु सप्तम अध्यायः यस्य पुनानुवृत्तिः अनन्तरम् अङ्गस्य न श्रूयते महोदय इदानीं श्रूयते वा अङ्गस्य तत् 641 इत्यस्य अधिकारः इको गुणवृद्धि 113 इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम् अनुवृत्तिसहितसूत्रमस्ति उगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयुक्तो ओके यावत्पर्यन्तं यत् अवगतं वदतु ओ किमपि न श्रोतुं शक्नोमि तस्य यद् पुगन्त अङ्गः अस्ति तत्र इकः गुणः भवति सर्वधातुकार्धधातुकम् अस्ति तदा इकः गुणः भवति ओके पुगन्तस्य अङ्गस्य लघुपदस्य च एतस्य अर्थं किम् पुगन्तस्य यत् पुगन्त अङ्गः अस्ति तस्य अथवा लघुपदस्य लघुपदस्य इत्युक्ते उपादायां यदस्ति तस्य इकः गुणः भवति उपादायाम् इक् किम् अस्ति कथमस्ति इक् वर्णः तत्र लघु अस्ति लघु अस्ति लघु लघु इक् अस्ति पुगन् अङ्गस्य भागे यदा पुक् अन्तः अस्ति अथवा उपधायां लघु इक्वर्णः अस्ति तदा अग्रे पठतु पुक् अन्ते यस्य तत् पुबन्तम् एतस्य अर्थं किम् अन्ते यस्य तत् पुबन्तम् यस्य अन्ते पुक् अस्ति पुक् इति प्रत्ययः अस्ति तस्य आगमनकारणेन पुबन्त इति भवति अग्रे पठामः ओके अनन्तरं लघुपदस्य एतस्य विवरणं करोतु ह्रस्ववर्णाः ये सन्ति लघुशब्दः लिङ्गे यत् ह्रस्ववर्णाः सन्ति लघ्वी लघ्वी लघु एतस्य स्त्रीलिङ्गरूपं लघ्वी लघ्वी किमर्थं लघ्वी स्त्रीलिङ्गरूपं किमर्थम् उपधा लिङ्गं किं तत्र उपधा स्त्रीलिङ्गम् आमाम् अतः विशेषणविशेषभाव आगच्छति लघ्वी उपधा लघ्वी उपधा यस्य तत् लघुपदम् इति समस्तपदं भवति अनन्तरम् इदानीम् अस्माकं हस्ते कारणद्वयम् अस्ति एकं तु पुक् अन्तः द्वितीयं तु लघु उपधा यस्य ओके अग्रे पश्यतु अग्रे अस्ति अग्रे पठामि वा अनन्तरं पुगन्तलघुपदस्य षष्ट्यन्तं पदं च इति अव्ययपदम् इत्यनेन इति सूत्रं द्विपदम् अतः सूत्रे पदानि कानि पुगन्तलघुपदस्य एकं पदं च द्वितीयं द्वितीयं पदं तत् अव्ययम् इदानीं चिन्तयतु सूत्रं सम्पूर्णमस्ति वा न अनुवृत्तिसहितं नास्ति अतः अनुवृत्तिरूपेण किं किम् आगच्छति यद् द्वितिर्गुणः अस्ति तत् इत्यस्मात् वयं गुणः इत्यस्य स्वीकरणं अनन्तरं सार्वधातुः तत्र एकस्य इत्यस्य अपि पुनरानुवृत्तिः अस्ति पूर्वानुवृत्तिः अस्ति सर्वं यदस्ति तत् सम्पूर्णसूत्रस्य अनुवृत्ति कुर्मः अतः गुणः अस्य आगतं सार्वधातुक अर्धधातुकयोः तदपि आगतम् अनन्तरम् इतोपि किम् आवश्यकम् इतोपि अङ्गस्य अस्ति अङ्गस्य इत्यस्यापि गुणम् अस्ति करणीयम् अनन्तरम् इको गुणवृद्धिः इत्यनेन परिभाषेण इकः एव स्वीकरणीयम् कारणं पुगन्त लघुपदस्य अङ्गस्य गुणः तत्र तु कुत्र गुणः एतत् तु न उक्तमस्ति यत्र न उक्तमस्ति तत्र परिभाषासूत्रम् आगत्य साहाय्यं करोति गुणकारः अस्ति चेत् इक्वर्णस्य एव भवति स्थानं दर्शयति इकः षष्ठी अस्ति न इदानीं सम्पूर्णसूत्रं किम् अस्ति इदानीम् अनुवृत्तिसहितं सूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः ओके इदानीम् इक्वर्णस्य गुणकार्यं कदा भविष्यति यदा सार्वधातुकार्धधातुकसंज्ञा प्राप्नोति यदा सार्वधातुकः अस्ति अथवा आर्द्रधातुकः अस्ति एण्ड् आल्सो किम् अस्ति एण्ड् आल्सो अङ्ग अङ्गभागे किं किम् तिंशित् सार्वधातुकयोः न तिंशित् सार्वधातुकयोः तत्तु किं पूर्वं सार्वधातुक अर्धधातुकः डेक्लरेशन् कृते तिंशित् सार्वधातुकम् ओके तत्तु समाप्तम् इदानीम् एकवारं सार्वधातुकम् अस्ति अथवा अर्धधातुकम् अस्ति इति वयं ज्ञातवन्तः तदनन्तरम् अङ्गभागं द्रष्टव्यं ओके अङ्गभागे किं द्रष्टव्यं पुग् अन्त अस्ति वा पुक् अन्त अस्ति अथवा अथवा उपादाय लघु वर्णः अस्ति वा लघुवर्णः लघु इक्वर्णः अस्ति वा एतत् वयं पश्यामः चेत् तस्मिन् समये आम् इति उत्तरं प्राप्नुमः चेत् इक्वर्णस्य गुणकार्यं कुर्मः यावत्पर्यन्तम् अवगतम् आम् ओके इदानीं प्रश्नाः सन्ति वा अग्रे गच्छामः महोदय अत्र पुक् प्लस् अन्तपुगन्तं लघु प्लस् उपधा लघुपदाम् इति अहं मन्ये परन्तु अत्र लघु उपधं किमर्थम् आकार समासविषये अस्मिन् वर्गे अहं न पाठयामि हा लघ्वी उपदा यस्य तत् इति विग्रहवाक्यमस्ति हा ओके अत्र समासपदम् अस्ति हा एतत्तु समस्तपदमस्ति अतः समास ओके ओके लघु इति प्रातिपदिकम् अस्ति उपदा इति प्रातिपदिकम् अस्ति हा द्वयोः मेलनेन लघुपद इति समस्तपदम् उपदा यत् स्त्रीलिङ्गम् अस्ति तस्य पुल्लिङ्गवत् भवति तदनन्तरं सर्वं पुल्लिङ्गरूपं प्राप्नोति लघुपदम् इति ओके तत्तु समासे आगच्छति अस्तु महोदय महोदय पुक् अन्ते पुक् इति प्रत्याहारः अस्ति पुक् तस्मिन् विषये इदानीं पठामः चिन्ता मास्तु अस्तु आगच्छति अस्तु आगच्छति अस्तु वयं केवलं सम्पूर्णसूत्रं वयं दृष्टवन्तः इदानीं लघु उपदाविषये वयं पूर्वं दृष्टवन्तः इदानीं पुक् विषये पुगन्तविषये पश्यामः कस्याः पर्यायः सरस्वती अस्ति वा आं भगिनि पठतु ध्येयं यत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः तस्य गुणः इति अर्थः तत्र येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम् किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः किन्तु पुगान्तलघुपदपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम् एतदर्थं येन विधिस्तदन तदनन्तस्य आलोन्त्यस्य इत्यनयोः प्रसक्तिः नास्ति, अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः. पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम्. I did not understand. You didn't understand anything. Okay. Mandam mandam gachhamaha. Atra, vashtikaranam kritam asti, sarvadhatuka ardhadhatuka yoho etasya sutrasya avakashaha agachati vana. Chintanam asti atra. इदानीं सार्वधातुक अर्धधातुकयोः सम्पूर्णसूत्रं किं वदति? इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. अर्थं किम् एतस्य? अङ्गः किम् अस्ति? अङ्गस्य इकः अस्ति अङ्गस्य. न न न न न तत्पूर्वम् अङ्गस्य कार्यं कदा भवति? इकः अस्ति चेत्. इक् अस्ति चेत् इतोपि प्रत्ययः किम् अस्ति? सार्वधातुकः आर्धधातुकः अस्ति. प्रत्ययः सार्वधातुकं भवितव्यम् अथवा आर्धधातुकं भवितव्यं, तदा एव अङ्गस्य भागे किं कार्यं कर्तव्यम्? गुणः गुणकार्यं गुणकर्तव्यं. तदपि कुत्र? हा, तस्मिन् विषये वयं किं सूत्रम् उपयोगं कुर्मः? गुणः, तस्य गुणः इति अर्थः. ओके, परन्तु कथं वयं निर्णयं कुर्मः? येन विधि तदन्तस्य इति सूत्रस्य आधारेण इक् यस्य अन्ते अस्ति तदस्ति इगन्त अङ्ग. ओके, एतत्तु सम्पूर्णं वयं दृष्टवन्तः पूर्वमेव, पुनः आगच्छति. अतः येन विधि सदन्तस्य किं वदति? यस्य किम्? यस्य किं भवति? किं यस्य अन्तः? यस्य अन्तः इक् अस्मिन् स्तरे तु इक् अस्ति. यस्य अन्तः ओके अङ्गस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्ग, किन्तु तादृशम् अङ्गः यस्य अन्ते इक्. हा, इत्युक्ते यत्र कुत्रापि इक् अन्तिमभागे अस्ति तदस्ति इगन्त अङ्गम्. ओके, इदानीम् एकवारं तु इगन्त अङ्गम् इति वयं निर्णयं कृतवन्तः, तदा कार्यं कुत्र कर्तव्यं प्रश्नः उदेति न? तदा किं सूत्रम् आगच्छति? अलोन्तस्य किं वदति? इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. किम् अवगतवती अत्र? अन्तिमवर्णम् इक् आवश्यकम्. तत्रैव कार्यं केवलम् एकस्य वर्णस्य स्थाने भवति. हा, यद्वर्णः किमस्ति? इक् वर्णः इक् वर्णः अस्ति. कुत्र अस्ति? अन्तिमस्थाने अस्ति. ओके ओके. येन विधि सदन्तस्य वदति यदा इक्वर्णः अङ्गभागे इक्वर्णः अन्तिमवर्णः अस्ति तदा तद् इगन्त अङ्गम् इति तस्य नाम आगच्छति. परन्तु इगन्त अङ्गम् इत्युक्ते सम्पूर्ण अङ्गस्य किं कार्यं तत्र कर्तव्यम् अथवा कुत्र कर्तव्यं तस्य स्पष्टीकरणम् अलोन्तस्य इति सूत्रं ददाति. ओके. केवलम् अङ्गस्य इक् वर्णः यत्र अस्ति तत्र एव कार्यं कर्तव्यम्. ओके. इदानीं हा अग्रे पश्यतु. पुगन्तलघुपदस्य च पश्यतु अत्र किं वदति. सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम् अतः एतस्य सूत्रस्य अवकाशः आगच्छति वा सार्वधातुक अर्धधातुकयोः यत्र वयं केवलम् अन्तिमवर्णस्य इक् वर्णस्य कार्यं विषये कार्यविषये वयं चिन्तयामः. अत्र तु उगन्तलघुपदस्य अवकाशः नास्ति न. अतः किम् अग्रे किं लिखितमस्ति एतदर्थं किम् अस्ति? तदनन्तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति. उपयोगमेव नास्ति न. आम्. ओके. अनन्तरम् अपि च अनुवृद्धिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति न तु इकः अङ्गस्य गुणः. भिन्नं किम् अत्र? अङ्गस्य इकः गुणः इकः अङ्गस्य गुणः डिफ्रेन्स् किम् अस्ति अत्र? अङ्गस्य इगन्त अङ्गम् अङ्गस्य इकः गुणः मीन्स् अङ्गे इकः अस्ति इक् वर्णः अस्ति. इकः अङ्गस्य गुणः इत्युक्ते अङ्गभागे इक् वर्णः अस्ति. अङ्गस्य इकः गुणः इत्युक्ते किम्? अङ्गे कस्मिन् भागे अस्ति इक् वर्णः? अन्तिमभागे. अन्तिमभागे. ओके. अत्र इकः अङ्गस्य गुणः एतस्य अर्थम् अङ्गस्य अङ्गभागे कुत्रापि इक् वर्णः. उपदायाम् अस्ति अन्यत्र वयम् उपरि दृष्टवन्तः न. निन्द् धातु तत्रापि इक् वर्णः अस्ति. हिंस् धातु तत्रापि इक् वर्णः अस्ति. ओके. मुण्ड् धातु तत्रापि इक् वर्णः अस्ति. अतः अङ्गभागे इक् वर्णः अस्ति परन्तु इकः अङ्गस्य गुणः एतत् न उक्तम्. अङ्गस्य इकः गुणः एतत् उक्तम्. अतः केवलम् अन्तिमवर्णः यत् इक् अस्ति तस्य गुणकार्यं भवति. अतः सम्पूर्णं इदानीं पठतु. उगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम्. ओके. ओके. यस्. अवगतम्. एकनिमिषं कः वदति का वदति किं वदति? हा ओके पुनः वदतु अन्तिमवाक्यस्य अर्थः न अवगतम् पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम् इत्युक्ते द्वयोः समानम् अधिकारः न इष्टम् अतः एव इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इकः अङ्गस्य गुणः अङ्गस्य इकः गुणः भिन्नता अत्र आगच्छति अङ्गस्य इकः गुणः इत्युक्ते किम् आगच्छति अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः तदनन्तरं किं येन विधि तदन्तस्य अलोन्तस्य अवकाशः आगच्छति परन्तु इकः अङ्गस्य गुणः एतत् न इष्टम् न इष्टं किमर्थं कुत्रापि अङ्गे इक् वर्णः अस्ति चेत् कार्यं कर्तव्यं गुणकार्यं कर्तव्यम् इति अर्थं न इष्टम् अतः वर्डिङ्ग्स् किञ्चित् भिन्नं लिखितम् अस्ति ओके अवगमनं किञ्चित् कष्टमेव भगिनि अभ्यासं कृत्वा एव अभ्यासं कृत्वा एव किञ्चित् सो द जिस्ट् इस् अङ्गस्य अन्तिमवर्ण इक् आवश्यकं किमर्थं यदा यदा इकः अङ्गस्य गुणः इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इत्युक्ते वयम् अन्तिम इक् वर्णस्य कार्यं कुर्मः चेत् तत्र सार्वधातुकप्रत्ययः अस्ति वा आर्धधातुकप्रत्ययः अस्ति तदा एव इक् अङ्गस्य गुणकार्यं कर्तुं शक्नुमः ओके अनन्तरम् उपधाविषये यदा वयं पश्यामः तदा तु पुगन्तलघुपदश्च इति सूत्रस्य अवकाशः आगच्छति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः अत्र अङ्गस्य यत् उपयुक्तमस्ति अङ्गस्य इकः गुणः अत्र इक् वर्णः कुत्रापि भवितुम् अर्हति चिन्तयन्तु कुत्रापि भवितुम् अर्हति परन्तु अत्र स्पष्टं लिखितमस्ति पुक् अन्तः अस्ति अथवा लघु उपदा अस्ति अतः अस्माकं कृते इदानीं केवलं लघु उपदा विषये वयं चिन्तयामः तो अङ्गस्य लघु उपदा अस्ति चेत् इत्युक्ते अङ्गस्य भागे इक् वर्णः अस्ति तत् इक् वर्णः उपदास्थाने अस्ति चेत् तदा एव तदपि एकम् इतोपि अहं विस्मृतवती सार्वधातुकार्धधातुकयोः इत्युक्ते प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः अस्ति प्रथमं द्वितीयम् अङ्गभागे अतः सार्वधातुक आर्धधातुकप्रत्ययः एव बेस् तस्य आधारेण एव अङ्गस्य भागे कार्यं भवितुम् अर्हति ओके अतः एव संज्ञासूत्रम् आगच्छति न तिंशित् सार्वधातुकम् अतः सार्वधातुकम् इति वयं डिक्लेर् कुर्मः नामकरणं कुर्मः तदनन्तरं सार्वधातुक अर्धधातुकयोः एतस्य आधारेण अन्तिम इक् वर्णस्य कार्यं कुर्मः इदानीम् अन्तिम इक् वर्णस्य कार्यं नास्ति इदानीम् उपदा इक् वर्णस्य कार्यम् अस्ति अतः अङ्गभागे इक् वर्णः अस्ति वा नास्ति तत् परिशीलनं कर्तव्यम् इतोपि किं परिशीलनं कर्तव्यम्? इक्वर्णः यदस्ति तत् उपदास्थाने अस्ति वा न, तदा एव गुणकार्यं भवति। अवगतम्? उपदास्थाने इत्युक्ते पुगन्त उपदास्थाने एव न भगिनि? एकनिमिषम् एकनिमिषं, पुगन्तविषये वयं न चिन्तयामः, केवलं लघुपदाविषये चिन्तयामः। ओके ओके भगिनि, पुक् विषये अग्रे आगच्छति, चिन्ता मास्तु। पुक्विषये भिन्नम् अस्ति। ओके, पुक् विषयं तु इदानीं न पठितम्, अग्रे आगच्छति। अतः एव अहम् आदौ एव अद्यतनवर्गस्य आदौ एव अहम् उक्तवती, यत्किमपि वयं सूत्रं पठामः, यदा यदा पठामः तस्य अवगमनं कथं कर्तव्यम्। अरे कुत्र अस्ति, एकनिमिषं। तस्य अवगमनं पश्यन्तु, अहं तु अत्र लिखितवती उपदेशे जनुनासिक एत् हलन्त्यम्, अनन्तरं टेक् केर् चेक् नेक्स्ट् सूत्र टु, किमर्थं न विभक्तौ तु स्माः, बाधकसूत्रमस्ति। एवं ब्राकेट् मध्ये स्थापयतु अवगमनार्थम् अथवा इतोपि किं द्रष्टव्यम्। अनन्तरम् आदिर्निटुडवः, आदिर्निटुडवः इति तु सूत्रमस्ति, परन्तु तत्र वार्तिकमपि अस्ति, इर् इत्संज्ञा वाच्या, ओके, इति वार्तिकम् अस्ति। अनन्तरम् एतत् धातुविषये प्रत्ययविषये सर्वत्र एतस्य उपयोगम् अस्ति, परन्तु इदानीं केवलं प्रत्ययेषु एतस्य एतेषाम् उपयोगं भवति। शः प्रत्ययस्य इत्युक्ते किम्? आदिमवर्णः शः भवितव्यं। चुटु, पुनः केवलम् आदिमस्थाने च वर्गीयवर्णः, ट वर्गीयवर्णः, एवमेवं वयं स्पष्टतया लिखामः चेत् अस्माकम् अवगमनं किञ्चित् अधिकं भवति। किञ्चित् सार्वधातुकम् अहं तु अत्र रफ् मध्ये लिखित्वा स्थापितवती, अत्र न लिखितवती इदानीम्, अत्र अग्रे कदाचित् लिखामि, परन्तु सर्वे जनाः एवं लिखन्ति चेत् सौकर्यं भविष्यति उपयोगार्थं। किञ्चित् सार्वधातुकं यदा एतस्य अवगमनम् आवश्यकं, किं किं ज्ञातव्यम्? एकं तु सार्वधातुकम् इति नामकरणं वयं कुर्मः केन कारणेन? यदा सार्वधातुकः अस्ति चेत् के किं कानि कानि कार्याणि वयं कुर्मः, तस्मिन् विषये किञ्चित् चिन्तनम् आवश्यकम्। तदनन्तरं सार्वधातुकम् इति कदा वयं डेक्लरेशन् कर्तुं शक्नुमः? यदा प्रत्ययः षित् प्रत्ययः अस्ति अथवा तिङ् प्रत्ययः अस्ति, अतः तस्य परिशीलनं कथं भवति, तस्य ज्ञानमपि आवश्यकम्। अवगतं कथं सर्वम् आगच्छति? सम्पूर्णतया चिन्तनं कर्तव्यम्। ओके ओके, अत्र अहम् अवगतं सार्वधातुक आर्धधातुकयो मध्ये आर्डर् इस् इकः अङ्गस्य गुण, सुगन्धलघुपदस्य मध्ये आर्डर् अस्ति अङ्गस्य एकः गुण। ओके, परन्तु द्वयोः अपि अनुवृत्तिकारणेन आगतम्, सो अनुवृत्तिकारणेन किमर्थम् अवगतं द आर्डर् विच् वन्? बिकास् बोथ् आर् यूसिङ्ग् सम् सूत्र आफ् अनुवृत्ति, अङ्गस्य इस् कमिङ्ग्, इकः इस् कमिङ्ग्, गुण इस् कमिङ्ग्, बट् हौ डु वि नो दिस् इस् द आर्डर् इन् दट् सूत्र? हा, हौ डु वि नो, तस्मिन् विषये तु अस्माकं चिन्तनं नास्ति। वैयाकरणाः चिन्तनं कृत्वा आर्डर् दत्तवन्तः, तत्तु वयं स्वीकुर्मः. ओके, कारणं तत्र अहं संशयः नास्ति महोदय, परन्तु अत्र लिखितं दीस् आर् द सूत्र फ्रोम् विच् अनुवृत्ति इस् कमिङ्ग्, बट् हौ डु वि नो देट् इन् दिस् आर्डर् वि हव् टु टेक् दोस् सूत्र. हा, तत्तु वैयाकरणाः निर्णयं कृतवन्तः. ओके ओके, सी पूर्वं वयं किं पठितवन्तः, एकनिमिषं, हा, सम्पूर्णसूत्रं सूत्रस्य विषये, हा, यदा वयम् एतत् पश्यामः एचो यवायावः, उदाहरणार्थं, हा, एचो यवायावः, एतत्तु सम्पूर्णसूत्रं नास्ति, हा, ओके, सम्पूर्णसूत्रं किम् अस्ति, अनुवृत्तिसहितसूत्रम् एचः अयवायावः संहितायाम्. ओके, किं पदं कुत्र स्थापनीयम् एतस्य निर्णयं कथं वयं कुर्मः, सन्दर्भानुगुणम् अर्थस्थापनं कुर्मः, तदनुगुणं वाक्यनिर्माणं कुर्मः. ओके, करणं संहितायाम् इति सूत्रमस्ति यस्य अनुवृत्ति वयं कृतवन्तः, तदस्ति परिभाषासूत्रं, तदपि, हा, अतः आदिमस्थाने स्थापयामः वा अन्तिमस्थाने स्थापयामः वा मध्यस्थाने स्थापयामः, हा, तदनन्तरम् अचि यदस्ति इको यणचि इतः आगतम्. ओके, एतदस्ति 76, एचयवायावः 77, साक्षात् अनुवृत्ति अचि, परन्तु अचि पदस्य स्थापनं कुत्र वयं कृतवन्तः, एचः अयवायावः अचि संहितायाम् इति वयं निर्माणं कृतवन्तः सम्पूर्णसूत्रस्य. कथं वयं निर्णयं कृतवन्तः, अचि अत्र आगच्छति संहितायाम् अत्र आगच्छति, किमर्थं वयं संहितायाम् एचः अयवायावः अचि एवं न लिखितवन्तः, किमर्थम् एचः संहितायाम् अचि अयवायावः किमर्थं न लिखितवन्तः, एवं प्रश्नम् उदेति न. अतः वयं केवलं स्वीकुर्मः, वैयाकरणः स्पष्टीकरणं कृतवन्तः, अनुवृत्तिसहितसूत्रस्य निर्माणमपि कृत्वा दत्तवन्तः, तदेव वयं स्वीकुर्मः अस्मिन् स्तरे. सम्पूर्णसमाधानं न भविष्यति यावत्पर्यन्तम् अस्माकं किम् अष्टाध्यायी पाणिनीयसूत्रविषये सम्पूर्णज्ञानं यावत्पर्यन्तं वयं न प्राप्नुमः तावत्पर्यन्तम् अस्माकं भ्रमः एवमेव भविष्यति. अतः ईसि वे औट्, वैयाकरणाः, सिद्धान्तकौमुदी, काशिका वृत्तिः, एतत् सर्वम् अथवा परिभाषासूत्राणि सन्ति, परिभाषा पुस्तकानि अपि सन्ति, हा, तत् सर्वं स्वीकृत्य वयं अवगमनं किञ्चित् अधिकं कर्तुं शक्नुमः. तदनन्तरम् अस्माकमपि ज्ञानं वर्धितं भविष्यति, तदा ओके किमर्थम् इति चिन्तनं कर्तुं शक्नुमः. तदनन्तरं पि एच् डि करोतु न तस्मिन् विषये. ओके, हा, अतः अद्य पुनः बुक् विषये वयं न ज्ञातवन्तः, तावत्पर्यन्तं न आगतवन्तः. अग्रिम पेराग्राफ् अस्ति पुगन्त इत्यस्य सूत्रसहितं रूपं, हा, ओके, वयं यावत्पर्यन्तं केवलं लघुपदस्य विषये ज्ञातवन्तः, अहं किं चिन्तयामि सम्पूर्णतया तस्य स्पष्टीकरणम् अभवत् इति, अग्रिम अवसरे पुगन्तविषये पश्यामः. ओके, अद्य समयः जातः महोदय. एकनिमिषः, एकसंशय, धातु अस्ति चेत् तस्य अवशिष्टरूपं ज्ञातुं सूत्राणि उपयोगं करणीयं. तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रं पर्यन्तम् आगत्वा तस्य अनन्तरं तस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रम् अस्ति चेत् गुणः भवति इति अहं जानामि. तत्र अनन्तर तत् अनन्तरं एक अङ्गस्य गुणः भवति इति जानामि. तत्र अङ्गस्य अन्ते गुणः भवति अथवा अङ्गस्य उपधायां गुणः भवति इति तत्र धातु दृष्ट्वा अहं नेक्स्ट् सूत्रं सोपानं परिशीलनं करोमि. तत्र सार्वधातुक अर्धधातुकयोः अनन्तरं इगन्तः शब्दः अस्ति चेत् तत्र तदेन्तस्य तदन्तस्य अनन्तरम् अलोन्तस्य इति सूत्रम् उपयुज्यत्वा तस्य गुणः भवति. अथवा उपधा लघु इकः अस्ति चेत् पुगन्तलघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रम् उपयोग्यं करणीयम्. सार्वधातुक अर्धधातुकयोः इट् इस् द सेम् स्टेप् रैट् देर् द स्टेप्स् आर् द सेम्. आफ्टर् देट् द्रष्टव्यम् इक् इगन्तः अस्ति अन्तिमे इक् अस्ति अथवा उपधायां ह्रस्व इक् अस्ति इति दृष्ट्वा नेक्स्ट् सोपानं परि तः गन्तव्यम् इति मम विचारः. प्रथमकार्यं यदा प्रत्ययः अस्ति ओके प्रत्ययः अस्ति प्रत्ययस्य नाम किं प्रत्ययस्य नाम सार्वधातुकः अथवा आर्धधातुकः तदस्ति चेत् एव अङ्गस्य भागे गुणः भवति वर्णविषये न अङ्गस्य भागे इक् वर्णस्य समस्या आगच्छति. अस्तु इदानीम् अङ्गस्य भागे इक् वर्णः कुत्र अस्ति ओके तद् रैट् कुत्र अस्ति यदा अङ्गस्य भागे इक् वर्णः अन्तिमवर्णः अस्ति तदा सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य आधारेण ये विधि तदन्तस्य येन विधि तदन्तस्य अलोन्तस्य इति आधारेण गुणः भवति अन्तिम इक् वर्णस्य एव गुणकार्यं वयं गुणः कुर्मः. अस्तु अस्तु इदानीं प्रत्ययः यः अस्ति सः तु सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः. अङ्गभागे इक् वर्णः अस्ति परिशीलनं कर्तव्यं कुत्र इक् वर्णः दृश्यते अन्तिमभागे दृश्यते चेत् सार्वधातुक अर्धधातुकयोः आगच्छति तस्य प्रसक्तिः तत्र आगच्छति परन्तु अन्तिमभागे नास्ति उपदास्थाने अस्ति उपदास्थाने अस्ति चेत् लघुपदस्य एतस्य उपयोगं वयं तत्रापि सार्वधातुक अर्धधातुकयोः आवश्यकम् अस्ति न एकनिमिषं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः सम्पूर्णसूत्रम् एवम् अस्ति तत्र सार्वधातुक अर्धधातुकयोः सूत्रस्य भागः एव ओके न मम संशयः कम् टु तिङ्क्षित् सार्वधातुकम् then you go to sarvadhatuko ardhadhatuko yoho no not that gives you no that is what I'm trying to say ha atra pashyatu so you just get to sarvadhatuko sarvadhatuko ardhadhatuko yoho sutrasya sampurna sutram kim ha ikaha angasya gunaha sarvadhatuko ardhadhatuko yoho atra ikaha angasya gunaha etasya artham kim dattam asti अन्तिमवर्णः इक् वर्णः अस्ति चेत् प्रत्ययः सार्वधातुकः अस्ति चेत् आर्धधातुकः अस्ति चेत् तदा अन्तिम इक् वर्णस्य गुणकार्यं भवति केन कारणेन येन विधिस्तदन्तस्य डैरेक्षन् ददाति हा अलोन्तस्य डैरेक्षन् ददाति ओके अतः अत्र हा इकः गुणः सार्वधातुक अर्धधातुकयोः तिष्ठतु तिष्ठतु अनन्तरं पुगन्तलघुपदस्य पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इत्युक्ते लघु उपदायाम् इक् वर्णः अस्ति चेत् प्रत्ययः सार्वधातुकः अस्ति चेत् आर्धधातुकः अस्ति चेत् तदा अपि गुणकार्यं भवति अवगतं स्टेप्स् हियर् इस् यु कम् अप् टु तिङ्क्षित् सार्वधातुकं सो देट् देन् फस्ट् इस् वेन् यु डू द उपदा यु हेव् रिटन् सी वाट् यु हाव् टु चेक् इस् वयं तु प्रत्ययः सार्वधातुकप्रत्ययः इति निर्णयं कृतवन्तः अथवा आर्धधातुकप्रत्ययः इति निर्णयं कृतवन्तः ओके यदा सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः अस्ति द्वयोः विषये इक् वर्णविषयम् आगच्छति तत्र कुत्र अङ्गभागे ओके अङ्गभागे इक् वर्णस्य उल्लेखः भवति इदानीं यदा इक् वर्णः अस्ति कस्मिन् भागे अङ्गस्य कस्मिन् भागे अस्ति तस्य परिशीलनं कृत्वा यदा अन्तिमवर्णः इक् वर्णः अस्ति तदा इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इत्युक्ते केवलम् एतस्य सूत्रस्य अवकाशः मिलति इक् वर्णः उपदास्थाने अस्ति चेत् किम् आगच्छति पुगन्तलघुपदस्य च सो दिस् वन् कम् देट् इस् ऐ अण्डर्स्टुड् दिस् बट् आल् देट् ऐ वाण्ट् टु नो इस् दिस् सूत्रं पुगन्तस्य लघुपदस्य दिस् कम्स् आफ्टर् दट् यु फैण्ड् औट् दट् तिङ्क्षित् सार्वधातुकं रैट् फ्रम् देर् द वेरियेशन् स्टार्ट्स् after tingshit till tingshit sarvadhatukam it is common after that you decide whether you go to only puganta or you go to the sarvadhatuka ardhadhatuka yoho so there the division comes satyam right that's what that puganta vishaye api pathamah tada itopi confusion agacchati okay asto वयं केवलं लघुपदस्य विषये पठितवन्तः पुगन्तविषये अग्रे पठामः तत्र पुनः कन्फ्यूषन् आगच्छति ओके अस्तु भवती सम्यक् पाठयति मन्दं मन्दं गत्वा पुनः पुनः एक्स्प्लनेशन् दत्वा भ्रमः अस्ति बाबा मम अपि भ्रमः अस्ति ओके अतः सर्वे मिलित्वा पठामः चेत् यत्र यत्र मम दोषः अस्ति करेक्षन् अन्ये जनाः ये वर्गे सन्ति ते कर्तुं शक्नुवन्ति न श्रुत्वा ज्ञातवती इति अहं चिन्तयामि किञ्चित् अनन्तरं पुनः पठामि चेत् पुनः अतः एव अहं एवम् उक्तवती किम् उक्तवती पश्यतु सूत्राणि वयं स्थापयामः ओके प्रतिवारं यत्किमपि सूत्रं वयं पठामः डायरी अथवा नोट्बुक् अथवा टिप्पणीपुस्तकं यत्र कुत्रापि वयं लिखामः तस्य परिशीलनं तस्य सम्पूर्ण अवगमनार्थं किं किम् आवश्यकं सर्वं तत्र नोट् कुर्मः चेत् स्पष्टीकरणं स्वयमेव आगच्छति ओके अहं तु इदानीमेव आरम्भं कृतवती पश्यतु अहम् इतः पर्यन्तम् आगतवती अन्ते उपयोक्तव्यं तस्य लोपः अनन्तरम् एतस्य विषये किञ्चित् सार्वधातुकं विषये लेखनं रफ् मध्ये कृतवती परन्तु अत्र न लिखितवती तत्र सम्पूर्णकथा अस्ति तत्र किञ्चित् सार्वधातुकं तत्र सम्पूर्णकथा अस्ति किमर्थं सार्वधातुकम् इति वक्तव्यं केन कारणेन के कस्य आधारेण वयं तिङ् इति नामकरणं कुर्मः षित् इति नामकरणं कुर्मः एतत् सर्वं लेखनीयं लेखनीयम् अथवा चिन्तनीयं तस्मिन् विषये तदा स्मरणे आगच्छति झटिति ओके अत्र सार्वधातुकं डिक्लेर् कुर्मः चेत् एतदेतत् कार्यं वयम् अग्रे कर्तुं शक्नुमः ओके स्टेप्स् आगच्छति स्वयमेव ओके अवगतं भगिनि धन्यवादः ओके चलो विजयः पर्यायः एव न आगतम् अद्य चिन्ता मास्तु महोदय एतत् सर्वं मया कृतमेव परन्तु अत्र सूत्रसङ्ख्या क्रमेण तत्र दत्तं खलु भवत्या एतत् समीचीनमस्ति क्रमेण इत्युक्ते क्रमे सार्वधातुक एचो एव यावः येन विधि ददन्तस्य एतत् किं किम् आर्डर् अस्ति आम् आम् पठनं वयं कृतवन्तः अहं तु करपत्रं दृष्ट्वा एव कापि कृतवती अन्य किमपि आमामाम् इदानीं सम्पूर्णतया चिन्तनीयं कदा किं सूत्रम् उपयोगं कुर्मः किमर्थं कुर्मः किं किम् आवश्यकं तस्य उपयोगार्थं तत्सर्वं चिन्तनं कर्तव्यम् अत्र यथा सङ्ख्यम् अनुदेशः स्थानेन्तरतमः वा यथा सङ्ख्यम् अनुदेशसमानं स्थानेन्तरतमः खलु यथा सङ्ख्यम् अन्ते अस्ति खलु यथा सङ्ख्यम् अनुदेशः समानम् एतत् कुत्र आगच्छति एचो यावविषये अस्तु महोदय धन्यवादः यावविषये आगच्छति यथा सङ्ख्यम् अनुदेशः समानम् तत्र एच् प्रत्याहारे चत्वारः वर्णाः सन्ति अयवायावः तत्र चत्वारः आदेशाः सन्ति ओके सङ्ख्या समानम् अस्ति चत्वारः अतः यत् प्रथमम् आगच्छति तत्र आदेशः प्रथमं द्वितीयम् आगच्छति द्वितीय आदेशः तृतीयम् आगच्छति तृतीय आदेशः एवं सङ्ख्यानुगुणम् आदेशः भवति यदा सङ्ख्या समानम् अस्ति ओके एतत्तु अहम् अत्र ब्राकेट् मध्ये स्थापनीय न एतस्य स्थापनम् अत्र भवितव्यं तदपि ब्राकेट् मध्ये कारणं किमर्थं किमर्थम् एतत्तु डैरेक्षन् ददाति कदा कथं कुत्र उपयोगं कर्तव्यम् ओके आम् धन्यवादः बहु धन्यवादः समयः जातः एव ओके चलो ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रि धन्यवादः